अस्तु इदानीम् अस्माकं विषयः अस्ति गुणस्य व्याप्या व्याप्यं च वृत्तित्वम् इति प्रसङ्गः. अत्र रूपस्य विषये वयम् आरम्भं कृतवन्तः. रूपस्य व्याप्यवृत्तिः व्याप्यवृत्तित्वं वा अथवा अव्याप्यवृत्तित्वं वा इति. तर्हि अत्र व्याप्यवृत्तित्वम् इत्युक्ते किम्, अव्याप्यवृत्तित्वम् इत्युक्ते किम् इति परिशीलनं किञ्चित् कृतं. तदनन्तरम् अस्माभिः अत्र अवच्छेदकविषये अपि किञ्चित् पठितम्. अत्र अन्यून अनतिरिक्त अनतिरिक्तवृत्तित्वरूप अवच्छेदकता इति एकं, स्वरूपसम्बन्धरूप अवच्छेदकता इति द्वितीयम् इति. तर्हि अत्र इदानीम् अस्माकं प्रसङ्गः अस्ति अत्र व्याप्यमित्युक्ते किं, व्यापकमित्युक्ते किम् इति. व्याप्यत्वे सति व्यापकत्वम् इति अन्यून अनतिरिक्तवृत्तित्वम् इति वयं दृष्टवन्तः. अत्र व्याप्यमित्युक्ते किं, व्यापकम् इत्युक्ते किम् इति अस्माकं प्रसङ्गः आसीत्. तर्हि कोऽपि वक्तुं शक्नोति वा व्याप्यः अथवा व्याप्यमित्युक्ते किम् इति यद्वयं दृष्टवन्तः? एक तत्र अर्थद्वयं वर्तते इति परिशीलितम् अस्माभिः. तत्र एकः अर्थः अस्ति न्यूनदेशवृत्तित्वम् अधिकदेशवृत्तित्वम् इति, अपि च द्वितीय अर्थः कः इति अपि किञ्चित् अस्माभिः परिशीलितः. तर्हि तस्मिन् प्रसङ्गे व्याप्यम् इत्युक्ते द्वितीयः अर्थः कः इति कोऽपि वक्तुं शक्नोति वा? व्याप्यः तु सर्वत्र अस्ति चेत् व्याप्यः न तथा न खलु. तत्र इदानीं पारिभाषिकशब्दः अस्ति. पारिभाषिकशब्दस्य अर्थः किञ्चित् भिन्नः भवति न्यायशास्त्रं, तत्र शास्त्रमनुसृत्य अर्थः भवति. तर्हि न्यायशास्त्रे व्याप्यत्वं व्यापकत्वम् इत्यनयोः अर्थद्वयं भवति इति अस्माकं अस्माभिः परिशीलितं. तर्हि व्याप्यत्वस्य एकः अर्थः अस्ति न्यूनदेशवृत्तित्वम् इति. इत्युक्ते व्याप्यः इत्युक्ते यः न्यूनदेशवृत्तिः अस्ति सः व्याप्यः. तथैव व्यापकम् इत्युक्ते अथवा व्यापकत्वम् इत्युक्ते अधिकदेशवृत्तित्वं, व्यापकः अधिकदेश वृत्तिः इति एकः अर्थः इति वयं जानीमः एव. इदानीं द्वितीयः अर्थः व्याप्यकत्वस्य अपि च व्यापकत्वस्य कः इति मम प्रश्नः. एकस्य अपेक्षया अन्यः अधिकदेशः नास्ति इति अर्थः अस्ति. हा हा, तद् एकः अर्थः अस्ति सत्यं. द्वितीयः अर्थः कः इति मम प्रश्नः. द्वितीयः अर्थः अस्ति तद् अभाववात् अवृत्तित्वं व्याप्यत्वस्य व्यापकत्वस्य द्वितीयः अर्थः अस्ति तत् समानाधिकरण अत्यन्त अभाव अप्रत्योगित्वम्. अस्तु, तद् अभाववत् अवृत्तित्वम् इति यद्वयं दृष्टवन्तः, तस्मिन् विषये इतोपि किञ्चित् वक्तुं शक्नोति वा? तत्र दृष्टान्तः इति कश्चन स्वीकृत्य घटत्वं अभावः अवृत्तित्वम् घटे घटत्वम् अस्ति, प्रतियोगिता अपि घटे घटे अस्ति इति वयं दृष्टवन्तः. सत्यं. क्षम्यतां, तत्रापि अन्यः अधिकदेशे अस्ति इति. न, अत्र अधिकदेशः न्यूनदेशः इति प्रसङ्गः एव नास्ति महोदय. अस्तु, एवं कुर्मः. तत्र यत्किञ्चित् वयं गतसप्ताहे पठितवन्तः तदेव पठित्वा अग्रे सरामः. तर्हि महोदय, भवान् एव आरम्भं करोतु. तत्र दृष्टान्ते इति अस्ति खलु, तस्मात् पठतु। दृष्टान्ते घटे घटत्वं च प्रतियोगिता च इति पश्येम। द्वयोः अन्योन अनतिरिक्तवृत्तित्वम् अस्ति। अत्र एकस्य अपेक्षया अधिकदेशवृत्तित्वम् इति नास्ति, अपरस्य अपेक्षया न्यूनदेशवृत्तित्वम् इति नास्ति, अपि तु द्वयोः क्षेत्रं समानम्, अतः अन्योन अतिरिक्तवृत्तित्वं समानाधिकरणं च। तथापि प्रतियोगितायाः घटत्वस्य च व्याकरण व्यापकभावः अस्ति इति उच्यते। किन्तु अत्र ध्येयं यत् इदं व्याप्यत्वं व्यापकत्वं च न्यूनदेशवृत्तित्वम् अधिकदेशवृत्तित्वं न। अत्र पश्यतु यत् घटत्वं प्रतियोगितायाः व्याप्यं व्यापकं च उभयमपि। उच्यते यत् घटत्वं प्रतियोगितायाः व्याप्यं व्यापकं च इत्यस्य अर्थः प्रतियोगितायाः यः अभावः तद्वत् अवृत्त्वं घटत्वे, अपि च प्रतियोगितावत् वृत्तिः अत्यन्ताभाव अप्रतियोगित्वं घटत्वे नास्ति चिन्ता। अग्रे अस्य अर्थः स्पष्टः स्यात्। एतावत् मनसि भवेत् यत् अत्र घटत्वं प्रतियोगिता द्वयोः मध्ये एकं व्यापकम् अन्यत् व्याप्यम् इति नास्ति, अपि तु अनयोः परस्परव्यापकत्वं परस्परव्याप्यत्वम् उभयत्र अस्ति। अत्र इदानीं घटे घटत्वं च प्रतियोगिता अस्ति इति वयं जानीमः, तत्र समानाधिकरणम् अस्ति घटः इति। अत्र अत्रापि तत्र किम् अधिकदेशवृत्तित्वं च न्यूनदेशवृत्तित्वम् इति प्रसङ्गः नास्ति, परन्तु तत्र अधिकरणं समानमेव इति। इतोपि अधिकं तत्र प्रतियोगितायाः घटत्वस्य च व्यापकभावः अस्ति इति अपि उच्यते। इत्युक्ते तत्र परस्पर सम्बन्धः अस्ति इति, व्याप्यं व्यापकं च इति उभयमपि परस्परं सम्बन्धः भवति, अतः घटत्वं प्रतियोगितायाः व्याप्यं व्यापकं च इति अर्थः अस्ति। इत्युक्ते तत्र न्यूनदेशवृत्तित्वम् अधिकदेशवृत्तित्वं नास्ति, परन्तु तत्र उभयमपि व्याप्यं व्यापकम् इति अर्थः अस्ति, परस्पर व्यापकत्वम् अस्ति इति। इत्युक्ते अत्र एकः न्यूनदेशवृत्तिः अन्यः अधिकदेशवृत्तिः इति नास्ति, अवगच्छति वा महोदय? तत्र अत्र व्याप्यम् एकः इत्युक्ते एकः व्याप्यः अन्यः व्यापकम् इति, व्याप्यम् अन्यः व्यापकः इति न, परन्तु एकं प्रति अन्यः व्याप्यः व्यापकः च तत्र तथा उभयत्र भवति। अस्तु, परन्तु पृथिव्याः च द्रव्यं स्वीकुर्मः चेत् तत्र अधिकदेश न्यूनदेश वृत्तित्वं भवति किल? हा हा, भवान् एव अग्रे पठतु, तदेव अग्रे आगच्छति, अग्रिमपरिच्छेदः। द्रव्यत्वं पृथिवीत्वं च इति स्थितौ एकं व्यापकम् अन्यत् व्याप्यं, तत्र व्यापकव्याप्ययोः अर्थः भिन्नः, किन्तु अत्र घटत्वप्रति प्रतियोगितयोः स्थितौ परस्परव्यापकत्वं परस्परव्याप्यत्वम् उभयथा। एकस्य अधिकदेशः अपरस्य न्यूनदेशः इति किमपि नास्ति। तदर्थं द्वयोः अन्यूनातिरिक्तवृत्तित्वम् अस्ति। अतः व्याप्यत्वे सति व्यापकत्वम् इत्यनेन एकस्य अधिकदेशः अपरस्य न्यूनदेशः इति अर्थः नास्ति। तत्र अस्ति इदानीं घटस्य विषये एव घटत्वप्रतियोगितयोः स्थितौ स्वीकुर्मः चेत् तत्र इदानीं पूर्वमेव वयम् उक्तवन्तः परस्पर व्यापकत्वं भवति तत्र उभयमपि। अधिकदेशः नास्ति, न्यूनदेशः नास्ति इति। अतः व्याप्यत्वे सति व्यापकत्वम् इति वदामः चेत् तत्र अधिकदेश न्यूनदेश अर्थः नास्ति इति। पृथ्वीत्वं द्रव्यत्वं तस्मिन् प्रसङ्गे कः तत्र अधिकदेश न्यूनदेश विषयः भवति इति अहं चिन्तयामि। इत्युक्ते द्रव्यं पृथिव्याः अपेक्षया अधिकदेशम् अधिकदेशः अस्ति इति। इत्युक्ते अत्र यत्र द्रव्यत्वं पृथ्वीत्वम् इति वदामः तत्र यः व्याप्यव्यापकः भावः अस्ति अत्र व्याप्यः व्यापकः अथवा व्याप्यत्वं व्यापकत्वं तयोः अर्थः भिन्नः। अत्र न्यूनदेशवृत्तिः वृत्तित्वम् अधिकदेशवृत्तित्वम् इति अर्थः आयाति। परन्तु अस्मिन् परिस्थितौ यत्र क्षम्यताम् अस्यां परिस्थितौ यत्र घटत्वं अपि च प्रतियोगिता इति विषयः अस्ति अत्र तादृश अर्थः नास्ति। अत्र किञ्चित् भिन्नर्थः यद्वयम् इदानीं परिशीलितवन्तः स्मः। अग्रेपि पठतु महोदय। अधुना गन्धपृथिव्योः उदाहरणं स्वीकुर्मः। गन्धः पृथिवीत्वव्यापकः कथम् इत्युक्ते पृथिवीत्वसमानाधिकरण अत्यन्ताभाव अप्रतियोगी भवति गन्धः। पृथिवीत्वस्य च समानाधिकरणम् इत्युक्ते पृथिवीत्वाधिकरणवृत्ति। खण्डशः पश्येमः। पृथिवीत्वस्य अधिकरणं पृथिवी तद्वृत्तिः पृथिवीत्वाधिकरणवृत्तिः यः अत्यन्ताभावः नाम पृथिव्यां विद्यमानः यः कोऽपि अत्यन्ताभावः अस्माभिः स्वीकर्तव्यः। पृथिव्यां विद्यमानः अत्यन्ताभावः इत्यनेन गन्धाभावं स्वीकर्तुं न शक्नुमः। तदरिच्य किमपि स्वीकर्तव्यं तर्हि शीतस्पर्श अभावं स्वीकुर्मः। अत्र पृथिवीत्वाधिकरणवृत्तिः अत्यन्ताभावः इत्यनेन शीतस्पर्श अत्यन्ताभावः भवतु। तद् प्रतियोगित्वम् इत्युक्ते शीतस्पर्श अत्यन्ताभावस्य अप्रतियोगित्वं तच्च गन्धे अस्ति। यतोहि शीतस्पर्श अत्यन्ताभावस्य प्रतियोगी भवति शीतस्पर्शः न तु गन्धः। अतः गन्धशीतस्पर्श अत्यन्ताभावस्य अप्रतियोगी भवति। तर्हि गन्धे पृथिवीत्व अधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगित्वम् अस्ति। इदानीं पूर्वं वयं घटस्य उदाहरणं स्वीकृतवन्तः। तत्र घटत्वप्रतियोगितयोः स्थितौ. इदानीं वयं गन्धपृथिवीत्व स्वीकुर्मः. अतः तत्र गन्धः पृथिवीत्वव्यापकः इति. तत्र एकक्षणम्, अत्र गन्धः पृथ्वीत्वव्यापकः इति वदामः चेत् अत्र व्यापकः इत्यस्य अर्थः कः? इत्युक्ते अत्र अधिकदेशवृत्तिः न्यूनदेशवृत्तिः इति प्रसङ्गः आगच्छति वा? तत्रापि उभयोरपि समानमेव चिन्तयामि. इत्युक्ते तत्र समान अधिकरणम् अस्ति. सम्यक्. अतः तत्रापि यदा वयं घटत्व प्रतियोगितयोः मध्ये दृष्ट स्वीकृतवन्तः तदेव अस्ति इति चिन्तयामि. सत्यम्. इत्युक्ते अत्र अधिकदेशवृत्तित्वं न्यूनदेशवृत्तित्वम् इति प्रसङ्गः न उदेति. तत्र समान अधिकरणम् अस्ति पृथिवी इति, परन्तु अत्र पृथ्वीत्वम् इति सत्यं सत्यं पृथ्वी इति समानाधिकरणः सत्यं सत्यं. परन्तु तत्र अत्यन्ताभावः स्वीकुर्मः चेत् तत्र गन्धस्य महोदय कण्ठशः पश्यतु तत्र प्रथमं किम् अस्ति. पृथिवीत्वस्य अधिकरणं पृथिवी तद् पृथिवीत्व अधिकरणवृत्तिः यः अत्यन्ताभावः नाम पृथिव्यां विद्यमानः यः कोऽपि अत्यन्ताभावः अस्माभिः स्वीकर्तव्यः. अत्र किम् अत्र अभावः किमपि वयं स्वीकुर्मः न अभावः किमपि इति न. अत्र पश्यतु तत्र पृथ्वीत्व अधिकरणवृत्तिः यः अत्यन्ताभावः इति अस्ति खलु. इत्युक्ते किं पृथ्वीत्व अधिकरणम् इत्युक्ते पृथ्वी एव खलु. पृथ्वीत्वस्य अधिकरणमस्ति पृथ्वी. पृथिव्यां विद्यमानः कश्चन अभावः इति अस्माकं कश्चन अत्यन्ताभावः इति स्वीकर्तव्यम्. इत्युक्ते पृथ्वीत्व अधिकरणवृत्तिः अत्यन्ताभावः इत्युक्ते अत्यन्ताभावस्य विशेषणम् इति स्वीकर्तुं शक्नुमः. पृथ्वीत्वसमानाधिकरणवृत्तिः इति इत्युक्ते पृथ्व्यां यः पृथ्वीत्व अधिकरणम् इत्युक्ते पृथ्वी पृथ्वीवृत्ति इत्युक्ते पृथ्व्याम् अस्ति पृथ्वी पृथ्व्यां विद्यमानः अथवा पृथ्व्याम् अस्ति इति यः अत्यन्त अभावः अस्ति इति अस्माभिः स्वीकर्तव्यः इति. तत्र कः अत्यन्त अभावः पृथ्व्याम् अस्ति इति वयं दृष्ट्वा तत् स्वीकुर्मः. इत्युक्ते इदानीं पृथ्व्यां कस्य अत्यन्त अभावः अस्ति गन्धस्य इति वक्तुं न शक्नुमः यतोहि पृथ्व्यां गन्धः अस्ति. तर्हि इदानीम् उदाहरणरूपे वयं किं स्वीकुर्मः तत्र शीतस्पर्शः. यतोहि शीतस्पर्शः कुत्र अस्ति? जले अस्ति. जले अस्ति, उत्तमं. तर्हि शीतस्पर्शः इति जलस्य लक्षणवाक्यम् इत्युक्ते लक्षणवाक्यम् इत्युक्ते किं तथा अव्याप्ति अपि न स्यात् अपि च अतिव्याप्ति अपि न स्यात् अपि च असम्भव इति तत्र दोषत्रयं पूर्वं वयं दृष्टवन्तः खलु. तर्हि तत्र केवलं जले अस्ति अन्यत्र कुत्रापि नास्ति. सर्वत्र जले जलं यत्र यत्र जलम् अस्ति तत्र तत्र अस्ति इति कृत्वा तत्र जलस्य लक्षणमस्ति शीतस्पर्शः इति. तर्हि जले एव शीतस्पर्शः विद्यमानः. जले शीतस्पर्शः विद्यमानः इत्युक्ते किं पृथिव्यां तद् नास्ति खलु. तर्हि पृथिव्यां किम् अस्ति शीतस्पर्शस्य अभावः अत्यन्त अभावः अस्ति. त तर्हि शीतस्पर्शस्य अभावः अत्यन्त अभावः अस्ति चेत् शीतस्पर्शस्य अत्यन्त अभावस्य अप्रतियोगित्वं कुत्र अस्ति? शीतस्पर्शस्य अत्यन्त अभावस्य प्रतियोगित्वं कुत्र अस्ति? प्रथमं प्रतियोगित्वं जले अस्ति. जले अस्ति, उत्तमं. तर्हि अप्रतियोगित्वं प्रतिलयमस्ति, अन्यत्रापि अस्ति, परन्तु इदानीं प्रतिलयमस्ति. उत्तमं, तदेव. अन्यत्र जलं विहाय सर्वत्र भवति. इदानीं पृथ्वी इति अस्माकम् उदाहरणं. तर्हि पृथिव्यां तादृश अप्रतियोगित्वम् अस्ति इति वयं स्वीकर्तुं शक्नुमः. अप्रतियोगी अस्ति इति स्वीकर्तुं शक्नुमः. तर्हि गन्धः पृथिव्याम् अस्ति इति कृत्वा गन्धे तस्य अप्रतियोगित्वम् अस्ति इति वयं स्वीकर्तुं शक्नुमः. इत्युक्ते गन्धः तस्य अप्रतियोगी. तर्हि गन्धे अप्रतियोगित्वम् अस्ति. शीतस्पर्शस्य अप्रतियोगित्वम् अस्ति इति वा? सत्यम्. इत्युक्ते शीतस्पर्शस्य प्रतियोगी इति गन्धः नास्ति खलु? शीतस्पर्शस्य प्रतियोगी तत्र शीतस्पर्शः एव. शीतस्पर्श अभावस्य प्रतियोगी, क्षम्यतां, शीतस्पर्शाभावस्य प्रतियोगी कः? गन्धः एव. न न, प्रतियोगी. प्रतियोगी शीतस्पर्शः एव. शीतस्पर्शः एव, सम्यक्. तर्हि शीतस्पर्शस्य शीतस्पर्श अभावस्य अप्रतियोगी कः? अस्मिन् उदाहरणे गन्धः. अस्मिन् उदाहरणे गन्धः, सम्यक्. तर्हि शीतस्पर्श अभावस्य अप्रतियोगित्वं कुत्र? गन्धे अस्ति. गन्धे अस्ति, तावदेव. तर्हि गन्धः इति शीतस्पर्श अभावस्य अप्रतियोगी, गन्धे शीतस्पर्श अभावस्य अप्रतियोगित्वम् अस्ति. शीतस्पर्श अत्यन्त अभावः इत्युक्ते किम्? इत्युक्ते पृथ्वीत्व अधिकरणवृत्ति अत्यन्त अभावः खलु. पृथ्वीत्व अधिकरणवृत्ति अत्यन्त अभावः इति उदाहरणरूपेण वयं शीतस्पर्श अत्यन्त अभाव इति अभावः इति स्वीकृतवन्तः. तर्हि पृथ्वीत्व अधिकरणवृत्ति इत्युक्ते पृथिव्यां विद्यमानः अत्यन्त अभावः. अस्मिन् उदाहरणे शीतस्पर्शस्य अत्यन्त अभावः अथवा पृथ्वीत्व अधिकरणवृत्ति अत्यन्त अभावः, तस्य अप्रतियोगित्वं गन्धे अस्ति इति. इदानीं तत्र पृथ्वीत्व अधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगित्वं नाम किम् इति अवगच्छति वा? इत्युक्ते तत्र शीतस्पर्शः इति अत्यन्त अभावः अत्र पृथिव्याम् इदानीं तस्मिन् विशेषणम् अस्ति इदानीं गन्धः शीतस्पर्श अत्यन्त अभावस्य अप्रतियोगी इति. अतः गन्धे पृथिवीत्व अधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगित्वम् अस्ति इति. उत्तमम्. भगिनी, तादृशमपि पृथिवीत्वे गन्धाधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगित्वम् अस्ति इति वक्तुं शक्नुमः वा? हा हा हा, निश्चयेन तदेव अस्ति. तत्र उभयत्रापि व्यापकव्याप्यभावः अस्ति इति वक्तुम् इति आरम्भे वयं दृष्टवन्तः खलु. तर्हि गन्ध गन्धः कः अस्ति इत्युक्ते गन्ध अधिकरणवृत्तिः इति पुनः पृथ्वी एव. तर्हि गन्ध अधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगित्वं कुत्र भवति? गन्धे भवति, पृथिवीत्वे अपि भवति. न न न न न, गन्धाधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगित्वं कुत्र भवति? चिन्तयित्वा वदतु. तत्र पृथ्वीत्वा पृथ्वीत्वाधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगित्वं गन्धे अस्ति, तर्हि गन्धाधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगित्वं कुत्र भवति? पृथ्वीत्वे भवति. पृथ्वीत्वे भवति, तावदेव. उत्तमं, भवान् अवगतवान् इति भाति. अस्तु, प्रश्नः अस्ति वा? अन्ये अपि अवगच्छन्ति स्यात्. अस्तु, रामप्रिया भगिनी भवती अग्रे पठतु. आं भगिनि, आहत्य पृथ्वीत्व अधिकरणवृत्ति अत्यन्त अभावः अभाव अप्रत्योगित्वं गन्धे आनेतव्यं, यतोहि पृथ्वीत्वव्यापकत्वं गन्धे पृथ्वीत्व अधिकरणवृत्तिः अत्यन्त अभावः इत्यनेन शीतस्पर्शस्य अत्यन्त अभावः स्वीकर्तुं शक्यते. स्नेहस्य अत्यन्त अभावः स्वीकर्तुं शक्यते. शब्दस्य अत्यन्त अभावः स्वीकर्तुं शक्यते. एवं पृथ्व्यां ये ये गुणाः न सन्ति तेषाम् अत्यन्त अभावं स्वीकर्तुं शक्नुमः. सम्प्रति शीतस्पर्शस्य अत्यन्त अभावं स्वीकुर्मः, तस्य प्रतियोगी शीतस्पर्शः, प्रतियोगित्वं च शीतस्पर्शे, अप्रतियोगित्वं गन्धे भवति. तर्हि अप्रतियोगित्वं कुत्र कुत्र भवति इति चेत्, यः गुणः पृथिव्यां भवितुं सर्वदा न अर्हति तत् सम्बद्धस्य अत्यन्त अभावस्य अप्रतियोगित्वं गन्धे भवति. अतः अनेन गन्धे पृथ्वीत्व अधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगित्वम् आनीतम्. अत्र तु पृथ्वीत्व अधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगित्वम् इति प्रथमं तु गन्धे आनेतव्यं. पृथ्वीत्व अधिकरणवृत्ति अत्यन्त अभावः गन्धे इति प्रथमं स्वीकर्तव्यं. यतोहि पृथ्वीत्वव्यापकत्वं गन्धे, पृथ्वीत्व अधिकरणवृत्तिः अत्यन्त अभावः इत्यनेन किं भवति इत्युक्ते, शीतस्पर्शस्य अत्यन्त अभावः किमपि शीतस्पर्शः, स्नेहः, शब्दः, पृथिव्यां ये ये गुणाः न सन्ति तस्य अत्यन्त अभावः इति वयं स्वीकर्तुं शक्नुमः. शीतस्पर्श प्रथमं तु अधुना शीतस्पर्शस्य अत्यन्त अभावः इति वयं स्वीकुर्मः चेत्, शीतस्पर्शस्य प्रतियोगी प्रतियोगित्वं शीतस्पर्शे अस्ति. पृथ्वीत्वस्य प्रतियोगी शीतस्पर्शः किल? पृथ्वीत्वस्य प्रतियोगी कथं शीतस्पर्शः भवति? शीतस्पर्शः कस्य प्रतियोगी? शीतस्पर्शः तु जलस्य प्रतियोगी. न, प्रतियोगी इत्युक्ते कः? किञ्चित् न न भगिनि, प्रतियोगी इत्युक्ते कः? अभावस्य विरोधः. सत्यं, तर्हि शीतस्पर्शः कस्य प्रतियोगी भवितुं शक्नोति? गन्धस्य प्रतियोगी किल? न, इदानीमेव भवती उक्तवती खलु प्रतियोगी इति अभावस्य विरोधः. तर्हि घटः कस्य प्रतियोगी भवितुं शक्नोति? घटाभावस्य. उत्तमं, तर्हि शीतस्पर्शः कस्य प्रतियोगी भवति? ओहो, शीतस्पर्श अभावस्य प्रतियोगी. उत्तमं, तर्हि इदानीम् अत्यन्त अभावः इति प्रसङ्गः खलु, तर्हि शीतस्पर्श अत्यन्त अभावस्य प्रतियोगी भवति शीतस्पर्शः इति. तर्हि प्रतियोगित्वं कुत्र? प्रतियोगित्वं तु शीतस्पर्शे अस्ति. उत्तमम्. अप्रतियोगित्वं कुत्र भवति? ओहो, अप्रतियोगित्वं गन्धे भवति. सत्यं, परन्तु कुत्र कुत्र भवितुं शक्नोति? अप्रतियोगित्वं तु पृथिव्यां ये ये गुणाः न सन्ति तत्र भवितुम् अर्हति. यदा न तथा न, शीतं इदानीम् अस्मिन् प्रसङ्गे शीतस्पर्श अत्यन्त अभावस्य प्रतियोगी इति शीतस्पर्शः चेत् शीतस्पर्श अत्यन्त अभावस्य अप्रतियोगी कः? शीतस्पर्शस्य अप्रतियोगी वा? हा, शीतस्पर्श अत्यन्त अभावस्य अप्रतियोगी कः इत्युक्ते इदानीं चिन्तयतु, घटाभावस्य प्रतियोगी घटः खलु. घटाभावस्य अप्रतियोगी कः? पटः. हा, किमर्थं पटः? किमर्थम् इत्युक्ते पटः आनीयते चेत् घटाभावः न जायते. न जायते, यतोहि घटः, क्षम्यतां, पटः घटः घटं न खलु. पटः घटः न इत्युक्ते घटं विहाय यत्किमपि भवतु तत्सर्वम् अप्रतियोगी. अप्रतियोगी इत्युक्ते तस्य आनयनेन घटाभावः न नश्यति. बहु सम्यक्. तर्हि इदानीं शीतस्पर्शः इति प्रसङ्गः खलु, तर्हि शीतस्पर्श अत्यन्त अभावस्य प्रतियोगी इति शीतस्पर्शः, यतोहि शीतस्पर्शस्य आनयनेन शीतस्पर्श शीतस्पर्श अत्यन्त अभावः नश्यति. इदानीं शीतस्पर्श अत्यन्त अभावस्य अप्रतियोगी कः? गन्धः. हा, गन्धः इति अस्मिन् प्रसङ्गे, परन्तु शीतस्पर्शं विहाय यत्किमपि गुणः भवतु तत्सर्वं शीतस्पर्शस्य शीतस्पर्श अत्यन्त अभावस्य अप्रतियोगी इति किञ्चित् तत्र बृहान् समूहः अस्ति. तस्मिन् समूहे एकः अन्यतमः अस्ति गन्धः इति. तस्मिन् समुदाये गन्धः अपि अस्ति. तत्र शीतस्पर्श अत्यन्त अभावः अभावस्य अप्रतियोगी इति एकः समुदायः अस्ति. तस्मिन् समुदाये एकः सदस्यः अस्ति गन्धः इति. गन्धः. तर्हि इदानीम् अस्माकं विषयः अस्ति गन्धः इति, यतोहि पृथ्वीत्व पृथ्वी इति विषये वयं स्मः. तर्हि पृथिव्यां यः गुणः अस्ति इति चिन्तयामः चेत् गन्धः इति वक्तुं शक्नुमः. तथैव तत्र पृथिव्यां ये ये गुणाः न सन्ति तेषाम् अप्रतियोगित्वम् अस्ति खलु. यथा शीतस्पर्शः तथैव स्नेहः तथैव शब्दः इति तस्याम् अत्यन्ताभावः पृथिव्याम् अस्ति. क्षम्यतां, तेषाम् अत्यन्ताभावः पृथिव्याम् अस्ति. अवगच्छति वा? आं भगिनि. उत्तमम्. इदानीं वदतु, तर्हि तस्य प्रतियोगी शीतस्पर्शः, प्रतियोगित्वं च शीतस्पर्शे स्पर्शे अस्ति, अप्रतियोगित्वं तु गन्धे अस्ति. तर्हि अप्रतियोगित्वं कुत्र कुत्र भवति इति चेत् यः गुणः पृथिव्यां भवितुं सर्वदा नार्हति तत्सम्बन्धस्य अत्यन्त अभावस्य अप्रतियोगित्वं गन्धे भवति. तदेव भवती उक्तवती. अप्रतियोगित्वं कुत्र भवति इत्युक्ते यः गुणः पृथिव्यां नास् अस्ति सर्वदा नास्ति तत् अत्यन्त अभावस्य अप्रतियोगित्वं तु गन्धे भवति. अनेन गन्धे पृथ्वीत्व अधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगित्वम् आनीतम्. अतः गन्धे किम् अस्ति इत्युक्ते पृथ्वीत्व अधिकरणवृत्ति अत्यन्त अभाव अकृत्योगित्वम् इत्युक्ते तत्र प्रथमे वयं स्वीकृतवन्तः खलु तत्र पृथ्वीत्व अधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगित्वं गन्ते इति कथं तद् भवति इति इदानीं प्रायः स्पष्टः स्यात् स्पष्ट अस्तु अग्रे पठतु भगिनि एवमेव तद् तद् व्याप्यत्वम् अपि वक्तुं शक्यते गन्धः पृथ्वीत्वव्याप्यः इत्युक्ते पृथ्वीत्व अभाववात् अवृत्तित्वम् आनेतव्यं पृथ्वीत्वस्य यः अभावः पृथ्वीत्व अभावः तद्वत् तद्वान् तद्वति अत्र तद्वत् इत्युक्ते जलं पृथ्वीत्व अभाववात् जलं तद्वृत्तिः इति सप्तमी तत्पुरुषः तस्मिन् आवृत्तिः तत् इति जलं जले गन्धः आवृत्तिः यतोहि जले अवृत्तिः यतोहि जले गन्धो नास्ति अतः तद्वृत्तित्वं गन्धे अस्ति पृथ्वीत्व अवृत्तित्वं भगिनि अवृत्तित्वं तत् अवृत्तित्वं गन्धे अस्ति पृथ्वीत्व अभाववात् जल आवृत्तित्वं गन्धे अस्ति यदा एकक्षणं पृथ्वीत्व अभाववत् पृथ्वीत्वाभाववत् जल आवृत्तित्वम् इति वक्तव्यं समस्तपदम् ऐ मीन् क्षम्यतां सन्धि अस्ति खलु समस्तपदमपि अस्ति सन्धिः अपि अस्ति अत्र तर्हि तत्र जलावृत्तित्वम् इति वक्तव्यं जल आवृत्तित्वम् इति न तत् जलावृत्तित्वम् इति नितरां दोषः खलु जलावृत्तित्वम् इति वक्तव्यं जलावृत्तित्वं तत्र पृथ्वीत्वाभाववत् जलावृत्तित्वं पृथ्वीत्वाभाववत् जलावृत्ति पृथ्वीत्वाभाववत् न पृथ्वीत्व अभाववत् इति न पृथ्वीत्वाभाववत् पृथ्वीत्वाभाववत् जलावृत्तित्वं गन्धे अस्ति एवमेव यदा वयम् अप्रतियोगित्वम् अत्यन्त अभावः विषये पूर्वस्मिन् पुटे दृष्टवन्तः अत्र तु व्याप्यत्वम् अपि तत्र एकक्षणम् अत्यन्त अभाव अप्रतियोगित्वम् इति विषयः कः तत्र व्यापकस्य विषयः खलु व्यापकस्य तत्र व्याप्यं व्यापकः इति व्यापकमिति विषयद्वयमासीत् तर्हि तत्र व्यापकस्य विषये वयं दृष्टवन्तः इदानीं व्याप्यस्य विषये तद् अभाववत् अवृत्तित्वम् इति द्वितीयार्थः विषये किल उत्तमं तदेव तत् अत्र व्याप्यत्वं विषये गन्धः पृथ्वीत्वव्याप्यः व्याप्यः इति अस्ति आम् इत्युक्ते किम् अस्ति इत्युक्ते पृथ्वीत्व अभाववात् आवृत्तित्वम् आनेतव्यम् अत्र तु एकक्षणं भगिनि पृथ्वीत्वाभाववत् आवृत्तित्वम् आनेतव्यं पृथ्वीत्वाभाववत् आवृत्तित्वम् आनेतित्वम् आ इति दीर्घः नास्ति खलु ह्रस्वकारः एव अवृत्तित्वम् आनेतव्यं पृथ्वीत्वस्य यः अभाव आम् पृथ्वीत्व अभाव पृथ्वीत्वाभाववत् इत्युक्ते अत्र पृथ्वीत्वस्य यः अभावः पृथ्वीत्वाभावः तद्वत् तद्वान् तद्वति इति त्रिषु लिङ्गेषु भवति इति वा सत्यं परन्तु तद्वत् इत्युक्ते किम् इत्युक्ते तद्वत् इत्युक्ते नपुंसकलिङ्गं जलं जलं हा इत्युक्ते यत्र अस्ति इति पृथ्वीत्वभावः यत्र वर्तते इति तत्र वत् इति अधोगमनार्थम् इति वयं पूर्वं यत्र वर्तते इति दृष्टवन्तः खलु तर्हि तत्र पृथ्वीत्वाभाववत् इत्युक्ते पृथ्वीत्वस्य अभावः यस्मिन् अस्ति पृथ्वीत्वाभाववत् इत्युक्ते हा इत्युक्ते पृथ्वीत्वस्य अभावः जले अस्ति इति तत्र पृथ्वीत्वाभाववत् इति जलम् इति वयं दृष्टान्तेन स्वीकर्तुं शक्नुमः तत् वृत्तिः इति सप्तमी तत्पुरुषः तदवृत्तिः इति सप्तमी तत्पुरुषः तस्मिन् अवृत्तिः अवृत्ति जले अवृत्ति इति वा अवृत्ति इत्युक्ते तत्र वृत्तित्वं नास्ति नास्ति तत्र वृत्तित्वं नास्ति इति अवृत्ति इत्युक्ते यथा वयं प्रतियोगित्वम् अप्रतियोगित्वम् इति प्रतियोगित्वं नास्ति इति कृत्वा अप्रतियोगित्वम् इति तत्र कृतवन्तः खलु तत्र तथा तत्र ञै तत्पुरुषसमासः इति चिन्तयामि तर्हि तत्र अकारः आदौ आगच्छति चेत् तत्र विपरीतार्थः भवति तर्हि वृत्तिः इत्युक्ते वृत्तित्वम् इत्युक्ते अस्तित्वम् अवृत्ति इत्युक्ते अत्र नास्ति इति इदानीं तत्र पृथ्वीत्वाभाववत् इत्युक्ते पृथ्वीत्वस्य अभावः यत्र अस्ति इत्युक्ते जलम् इति स्वीकुर्मः चेत् तस्मिन् जले विद्यमान अवृत्तित्वम् इत्युक्ते तस्मिन् जले यत् नास्ति इति तस्मिन् जले गन्धः नास्ति खलु यतोहि गन्धः केवलं पृथ्व्याम् अस्ति तर्हि जले तत् अवृत्तित्वं गन्धे अस्ति इत्युक्ते अन्यत्रापि भवितुम् अर्हति परन्तु अस्मिन् दृष्टान्ते गन्धे अस्ति इति वयं स्वीकर्तुं शक्नुमः तर्हि पृथित्वाभाववत् अवृत्तित्वम् इति गन्धे अस्ति इति वयं वक्तुं शक्नुमः जलावृत्तित्वं यतोहि गन्धः पृथ्वीत्वाभाववत् अवृत्तिः इति गन्धः तर्हि पृथ्वीत्वाभाववत् अवृत्तित्वं गन्धे अस्ति अस्तु अवगतम् अवगतम् अग्रिमपरिच्छेदः अपि पठित्वा एषः भागः समापयतु भगिनि आहत्य गन्धे पृथ्वीत्वाभाववत् अवृत्तित्वम् अस्ति एवं च पृथ्वीत्वाधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगित्वम् अपि अस्ति गन्धे अतः गन्धे पृथ्वीत्वव्याप्यत्वम् अपि अस्ति पृथ्वीत्वव्यापकत्वम् अपि अस्ति एवं पृथ्वीत्वे गन्धव्याप्यत्वमपि अस्ति गन्धव्यापकत्वमपि अस्ति अनेन व्याप्यत्वे सति व्यापकत्वम् गन्धे पृथ्वीत्वाभाववत् अपि अस्ति अवृत्तित्वमपि अस्ति पृथ्वीत्व अधिकरण क्षम्यता पृथ्वीत्वाधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगित्वं गन्धे अस्ति अतः किम् अस्ति इत्युक्ते पृथ्वीत्वव्याप्यत्वम् अपि गन्धे अस्ति व्यापकत्वं पृथ्वीत्वव्यापकत्वमपि गन्धे अस्ति पृथ्वीत्वे गन्धव्याप्यत्वमपि अस्ति गन्धव्यापकत्वम् अपि अस्ति अतः एव समानाधिकरणौ इति वक्तुं शक्नुमः सत्यम् अनेन व्याप्यत्वे सति व्यापकत्वम् उत्तमम् अस्तु तर्हि इदानीं व्याप्यत्वे सति व्यापकत्वम् इति इत्यस्य अर्थः स्पष्टः स्यात् उत्तमं तर्हि पुष्पा भगिनी भवती अग्रे पठति वा रूपस्य अन्या अव्याप्य वृत्तित्वम् उत व्याप्यवृत्तित्वम् एकस्मिन् मते रूपन् व्याप्यवृत्ति पुस्तके एकत्वम् इति सङ्ख्या इव अपरस्मिन् मते रूपम् अव्याप्यवृत्ति वृक्षे कपिसंयोगः इव येषां मते रूपं व्याप्यवृत्ति तैः चित्ररूपम् इति नूतनं सप्तमं रूपं स्वीक्रियते येषां मते रूपम् अव्याप्यवृत्ति तैः एकस्मिन् द्रव्ये श्वेतरूपं रक्तरूपं च बहूनि रूपाणि स्वीकर्तुं शक्यन्ते. अस्तु, अत्र बहु मतानि किम् अस्ति इति. द्वे मते खलु, अथवा मतद्वयम् अस्ति, अथवा द्वे मते स्तः. द्वे मते स्तः, एकस्मिन् मते व्याप्यवृत्तिः रूपं, रूपं व्यापवृत्तिः. व्याप्यवृत्तिः इत्युक्ते किं? व्याप्यवृत्ति तु व्याप्यवृत्ति तु अत्र किं वदामि, व्याप्यवृत्ति तु अत्र अग्रे अग्रे न पूर्वे पठ आरम्भे वयं व्याप्यवृत्तित्वम् अव्याप्यवृत्तित्वम् इति वयम् आरम्भे पठितवन्तः खलु. तर्हि तत्र तद् नावगच्छति चेत् तत्र अन्यत् सर्वं तु तत्र तस्य आधारेणेव अन्यत् सर्वम् आगतम्. तर्हि तत्र व्याप्यवृत्तिः इत्युक्ते किम्? अत्र व्याप्यवृत्ति तु तत् अत्र किं रूपं किं न न रूपम् इति व्याप्यवृत्तिगुणः सङ्ख्या इव इति आरम्भे वयं पठितवन्तः. तस्य अर्थः कः? अस्तु, अन्य कोऽपि वक्तुं शक्नोति वा तत्र? सर्वत्र अस्ति इति अर्थः, प्राचीनानां मतम् अस्ति. उत्तमं. व्याप्यवृत्तिः इत्युक्ते तत्र सर्वत्र व्याप्य तिष्ठति इति, इत्युक्ते एकस्मिन् भागे एव अस्ति इति न, परन्तु सर्वत्र अस्ति इति. सङ्ख्या इति पुस्तकस्य एकस्य भागे पश्यतु, तत्र पुस्तकत्रयम् अत्र अस्ति. इदानीं वयं गणनं कुर्मः चेत् तत्र एकं द्वे त्रीणि इति कुर्मः खलु. एकम् इति सम्पूर्णपुस्तकम् एकम् इति वदामः, न तु एकस्य भागे तत्र एकम् इति सङ्ख्या अस्ति इति नास्ति खलु. परन्तु इदानीं संयोगः इति विषये वयं तत्र विस्तारेण दृष्टवन्तः. तत्र कपिसंयोगः इति वृक्षे अस्ति चेत् तत्र सर्वत्र व्याप्य नास्ति खलु संयोगः. संयोगः अग्रभागे एव अस्ति, मूलभागे कपिसंयोगः नास्ति. तदेव व्याप्यवृत्तिः अव्याप्यवृत्तिः इति. तर्हि इदानीं प्रश्नः अस्ति, रूपमिति व्याप्यवृत्तिगुणः वा अव्याप्यवृत्तिगुणः वा इति प्रश्नः. तर्हि प्राचीनानां मतम् आसीत् रूपमिति व्याप्यवृत्तिगुणः इति, इत्युक्ते सर्वत्र व्याप्य तिष्ठति, एकस्मिन् भागे एव अस्ति इति नास्ति. परन्तु नव्यानां नवीननैयायिकैः उच्यते तत्र रूपम् इति अव्याप्यवृत्तिगुणः, इत्युक्ते सर्वत्र अस्ति इति न, एकस्मिन् भागे एव भवितुं शक्नोति. तत्र सर्वत्र द्रव्यम् अस्ति चेत् तस्य सर्वत्र व्याप्य तिष्ठति इति नास्ति इति. यथा संयोगः अस्ति तथैव अस्ति इति. अवगच्छति वा भगिनि? संयोगः अस्ति, तत्र व्याप्यवृत्तिः अस्ति. संयोगः अव्या न न संयोगः अव्याप्यवृत्तिः खलु. सङ्ख्या इति व्याप्यवृत्तिः. भगिनि, भवती तत्र यदा कक्षां केवलं कक्षाम् आगच्छति चेत् तत्र प्रायः इतोपि एकवारं तत् मुद्रणं शृणोतु. सर्वे अपि, केवलं भगिनी इति न, सर्वेपि कक्षा अनन्तरम् एकवारं मुद्रणं शृणोतु, करपत्रमपि पठतु, नो चेत् एतत् सर्वं किञ्चित् नूतन अंशः खलु, तर्हि पुनः पुनः पठामः चेत् एव मनसि तिष्ठति. करपत्रं न पश्य शृण्वा अहं तु ध्वनिमुद्रणं न तत् सम्यक्, परन्तु करपत्रमपि पठतु, नो चेत् तत्र न कोऽपि लाभः, यतोहि तत्र सर्वं तत्र करपत्रे एव अस्ति खलु. करपत्र तु दृष्ट्वा, परन्तु मम अत्र न तिष्ठति. हा हा, सत्यं सत्यं. सम्यक् भगिनि, अग्रे पठतु अग्रिमपरिच्छेदः. प्रश्नः रूपं समवायसम्बन्धेन पटे, किन्तु कपिः संयोगसम्बन्धेन वृक्षे. अस्तु, अतः रूपस्य अव्याप्यवृत्तित्वसाधनार्थं यः दृष्टान्तः दीयते तस्मिन् प्रकृतिदृष्टान्तयोः साम्यम् अस्ति किम्? उत्तरम् अत्र कपेः उदाहरणे. एकक्षणं, उत्तरस्य पूर्वं तत्र प्रश्नः भवती अवगतवती वा? प्रश्नः कः? प्रश्नः अव्याप्यवृत्ति साधनार्थं रूपस्य अव्याप्य वृत्तित्वसाधनार्थं दृष्टान्तः पश्यामः चेत् अव्याप्यवृत्ति साधनार्थं साम्यम् अस्ति वा? कुत्र साम्यम् अस्ति, कुत्र साम्यम् अस्ति इति प्रश्नः. इदानीं प्रकृतिदृष्टान्त प्रकृति इत्युक्ते किं, दृष्टान्तः इत्युक्ते किं? तत्र यत्पदम् अत्र अस्ति भगिनि, तद् भवती पुनः वदति चेत् न कोऽपि लाभः खलु, मम कृते अपि भवत्याः कृते अपि, यतोहि अहं न अवगच्छामि, भवती अवगच्छति वा न वा इति. दृष्टान्तः तु आवां पश्यामः चेत् न, दृष्टान्तः इत्युक्ते किम्? एकक्षणं, दृष्टान्तः इत्युक्ते किम्? रूपम् न, दृष्टान्तः इत्युक्ते उदाहरणम्. अस्माकम् उदाहरणं किम् आसीत्? कपिसंयोगः इति उदाहरणम् आसीत् खलु. प्रकृति इत्युक्ते मूलविषयः. मूलविषयः कः? मूलविषयः अव्याप्य साम्यम् इति प्रश्नः. इदानीं मूलविषयः आसीत् रूपस्य अव्याप्यवृत्तित्वं, तर्हि इदानीं मूलविषयः अस्ति रूपमिति. तत्र रूपं पटे अस्ति चेत् रूपमिति गुणः खलु, गुणः पटे वा किमपि यत्र कुत्रापि भवतु, तत्र रूपमिति गुणः केन सम्बन्धेन तिष्ठति? समवायसम्बन्धेन. उत्तमम्. इति इदानीं कपिः वृक्षे अस्ति इति वयं दृष्टवन्तः, तत्र सम्बन्धः कः? संयोगसम्बन्धः. तर्हि इदानीं प्रश्नः अस्ति, अस्माकं मूलविषयः अस्ति रूपं, रूपं तु समवायसम्बन्धेन तिष्ठति, अस्माकं दृष्टान्तः आसीत् कपिः वृक्षे इति, कपिः वृक्षे संयोगसम्बन्धेन तिष्ठति, तर्हि अस्माकं विषये तत्र समवायसम्बन्धः, परन्तु दृष्टान्ते संयोगसम्बन्धः, तर्हि अत्र साम्यं वर्तते वा? तत्र सम्बन्धस्य भेदनार्थं भेदः अस्ति इति कृत्वा तदर्थं तत्र किमपि साम्यम् अस्ति इति वयं वक्तुं शक्नुमः वा, अथवा तत्र विषयः भिन्नः वा इति प्रश्नः इदानीम्. अवगच्छति वा? यतोहि तत्र सम्बन्धः समानः न इति कृत्वा तद्दृष्टान्तं स्वीकृत्य वयम् एतद् वक्तुं शक्नुमः वा इति प्रश्नः इदानीम्. अस्तु, उत्तरं पश्यामः. उत्तरम् अत्र कपेः उदाहरणे संयोगरूपगुणः स्वीकृतः न तु कपिः. कपेः उदाहरणे संयोगरूपगुणः स्वीकृतः न तु कपिः. संयोगरूपगुणः इत्युक्ते तत्र संयोगः इति गुणः इति अर्थः. तत्र रूप इत्युक्ते रूपम् इति अस्माकं विषयः न अस्ति खलु, वर्णः इति विषये तत्र रूपम् इति गुणः तद् नास्ति, परन्तु संयोगनामगुणः संयोग इति गुणः इति. तत्र रूपमिति पदेन तत्र भ्रमः मास्तु. संयोगरूपगुणश्च समवायसम्बन्धेन वृक्षे अग्रदेश अवच्छेदन च अवच्छेदेन च अत्र यथा कपेः संयोगगुणः अस्ति. न, कपेः संयोगगुणः न, कपिः वृक्षे संयोगः इति. कपिः यथा वृक्षे तिष्ठति संयोगसम्बन्धेन तिष्ठति खलु. तत्र अस्माकं यद् दृष्टान्तः आसीत् वस्तुतः कपिविषये नास्ति, परन्तु कपिसंयोगः इति विषये. इत्युक्ते संयोगः इति गुणः स्वीकृत्य एव वयम् अत्र चर्चितवन्तः. संयोगः इति गुणः इति कृत्वा संयोगः गुणः केन सम्बन्धेन अस्ति? समवायसम्बन्धेन. तर्हि संयोग इति गुणः समवायसम्बन्धेन वृक्षे अपि च अग्रदेशभागे, तत्र अग्रदेशभागे अस्ति इति कृत्वा तत्र अग्रदेश अवच्छेदः, अग्रदेशः इति अवच्छेदः. तत्सर्वं वयं तत्र विस्ताररूपेण पूर्वं चर्चितवन्तः. मूलदेशे तत्र कविसंयोगः नास्ति इति कृत्वा मूलदेश अवच्छेदेन कपिसंयोगः नास्ति अथवा कपिसंयोगभावः इति अपि वयं दृष्टवन्तः. मूलदेशे अन्यसंयोगः स्यात्, वायुः इत्यादि संयोगः स्यात्, किन्तु कपिसंयोगः नास्ति. तर्हि समवायसम्बन्धेन चेत् अपि संयोगः एकस्मिन् अधिकरणे कुत्रचित् भवति, कुत्रचित् न भवति. अस्तु, अत्र कपिसंयोगः समवायसम्बन्धेन संयोगः एकस्मिन् अधिकरणे कुत्रचित् अस्ति, कुत्रचित् नास्ति. इत्युक्ते किम् इदानीम् अधिकरणं किम्? अधिकरणं संयोगः. अधिकरणं किं? संयोगः इति गुणः, संयोगः इति गुणः कुत्र अस्ति? संयोगः संयोगसम्बन्धेन कपि अस्ति न. संयोगः इति गुणः कुत्र अस्ति? संयोगः कपेः अस्ति न, संयोगरूपगुणः. सत्यं, कपेः अपि अस्ति, परन्तु इदानीम् अस्माकं दृष्टान्ते कुत्र आसीत्, कुत्र अस्ति इति स्वीकृत्य वयं चर्चितवन्तः. तत्र एकस्मिन् अधिकरणे कुत्र अस्ति, कुत्रापि नास्ति इति दृष्टवन्तः खलु, तत् कुत्र? वायु इत्यादि किन्तु कपि संयोगः भगिनि एकक्षणं, प्रश्नः अवगच्छति वा? तत्र कपिसंयोगः मूलदेशे अस्ति, क्षम्यता, मूलदेशे नास्ति, अग्रदेशे अस्ति इति सर्वं पठितवन्तः खलु. तदर्थमेव कुत्र एकस्मिन् अधिकरणे एकस्मिन् भागे अस्ति, अन्यस्मिन् भागे नास्ति इति. इत्युक्ते मूलदेशे नास्ति परन्तु अग्रदेशे अस्ति इति. तर्हि तत्र मूलदेशः अग्रदेशः इति अवच्छेदकः भवति खलु, कस्य अवच्छेदकः भवति? वृक्षस्य. उत्तमम्. तर्हि इदानीं संयोगस्य अधिकरणं किम्? संयोगस्य अधिकरणं अग्रदेश. अग्रदेशः इति अवच्छेदकः खलु, अधिकरणं किम्? भवती इदानीमेव उक्तवती खलु वृक्षः, सत्यं तदेव. तर्हि तत्र एकस्मिन् अधिकरणे इत्युक्ते अस्मिन् उदाहरणे एकस्मिन् वृक्षे कुत्रचित् भवति कुत्रचित् न भवति इत्युक्ते अग्रदेशे भवति मूलदेशे न भवति इति. तर्हि वस्तुतः अन्ततो गत्वा किम् अभवत्, तत्र रूपम् इति गुणः अपि समवायसम्बन्धेन तस्मिन् अधिकरणे, संयोगः इति गुणः अपि समवायसम्बन्धेन तस्मिन् अधिकरणे इति कृत्वा अस्माकं प्रश्नः किम् आसीत्, तत्र एकः समवायसम्बन्धः अन्यः संयोगसम्बन्धः इति कृत्वा तादृशं वक्तुं शक्नुमः वा इति प्रश्नः आसीत्, तस्य समाधानम् इदानीं प्राप्तम्. अस्तु, तर्हि अग्रे सुनील् महोदय भवान् पठति वा. आं भगिनि. प्राचीनानां मतानुसारं रूपं किन्तु तथा नास्ति. एकत्र श्वेतरूपम् अन्यत्र रक्तरूपम् इति चेत् एकत्र विद्यमानं श्वेतरूपम् अन्यत्र रक्तरूपम् अनेन श्वेतरूपम् एकस्मिन् अधिकरणे कुत्रचित् भवति कुत्रचित् न भवति इति अव्याप्यवृत्तिः जाता. प्राचीनाः वदन्ति यत् यथा न भवति यतोहि रूपं व्याप्यवृत्तिः गुणः. समाधानं चित्ररूपम्, एकस्मिन् पटे सर्वत्र एकैव रूपं, न श्वेतरूपं नापि रक्तरूपम्. चित्ररूपं तस्मिन् पटे सर्वत्रापि वर्तते, अनेन अव्याप्यवृत्तित्वं न भवति. आम्, इदानीं प्राचीनानां मतानुसारं रूपं सर्वत्र अस्ति इति एव, अथवा व्याप्यवृत्तिः इति. अतः पूर्वस्मिन् उदाहरणे वयं दृष्टवन्तः अत्र सम्बन्धविषये सर्वत्र वृक्षस्य उदाहरणे सर्वत्र नास्ति इति. इदानीम् अन्य उदाहरणं स्वीकुर्मः, तत्र श्वेतरूपं रक्तरूपम् इति एकस्मिन् भागे श्वेतरूपम् अन्यस्मिन् भागे रक्तरूपम् इति स्वीकुर्मः चेत् तत्र अव्याप्यवृत्तिः भवति. अतः तद् प्राचीनानां मतानुसारं न भवति. अतः वयं चित्ररूपं स्वीकुर्मः, इत्युक्ते केवलं श्वेतरूपं न रक्तरूपं न इति आहत्य चित्ररूपम् इति नूतनं रूपं तद् स्वीकुर्मः चेत् यदा पटे चित्ररूपम् इति वदामः तत् इत्युक्ते तत्र सर्वत्र चित्ररूपम् इति अर्थः, केवलं श्वेतरूपं न रक्तरूपम् इति न. तादृशं स्वीकुर्मः चेत् तत्र अव्याप्यवृत्तित्वम् अपि न भवति, इत्युक्ते सर्वत्र चित्ररूपम् इति. इत्युक्ते प्राचीनानां मतानुसारं तत्र रूपमिति व्याप्यवृत्तिगुणः न तु अव्याप्यवृत्तिगुणः. व्याप्यवृत्तिगुणः इति कृत्वा तत्र चित्ररूपम् इति ते नूतनरूपम् एकं स्वीकृतवन्तः. अग्रे पठतु महोदय. नव्यानां मतानुसारं पटस्य प्रसङ्गे रूपस्य अवच्छेदकं पीततन्तुः रक्ततन्तुः नीलतन्तुः. यथा कपिसंयोगस्य अवच्छेदकम् अग्रदेशः, अतः पटे चित्ररूपं मास्तु, अवयवरूपं तत्र भासते एव. नानातन्तवः सन्ति, तन्तवः च भिन्नभिन्नवर्णयुक्ताः, अनेन तन्तुभ्यः भिन्नं पटे पृथक् रूपं न उपपद्यते न वा अपेक्षते. तन्तुषु विद्यमानं रूपमेव पटे भासते. इदानीं नव्यानां मतानुसारं पटस्य उदाहरणं स्वीकुर्मः. तत्र रूपस्य अवच्छेदकं पीततन्तुः नीलतन्तुः इति अपि स्वीकुर्मः. यदा वयं कपिसंयोगस्य उदाहरणं रीत्या अग्रदेशस्य अवच्छेदकम् इति दृष्टवन्तः. तादृशं स्वीकुर्मः चेत् पटे चित्ररूपं नास्ति, केवलम् अवयवरूपमेव अस्ति, अथवा तत्र नानाविध वर्णानि सन्ति तन्तवः. अतः तत्र तन्तुभ्यः भिन्नं पटे पृथक् रूपमिति न उपद्यते, परन्तु तन्तुषु विद्यमानं रूपमेव पटे इति. सम्यक्. इत्युक्ते तत्र पटस्य रूपमिति न, परन्तु तन्तोः रूपमिति एव. तर्हि यत् अवयवेषु अथवा अवयवानां यद्रूपम् अस्ति तदेव अवयविनी अपि अस्ति इति. तदेव अवयविनी अपि न वयं पश्यामः इति अत्र अस्ति. यथा तत्र कपिसंयोगः इति तत्र वृक्षे अस्ति, परन्तु तत्र अग्रदेशः इति अवच्छेदकः अस्ति, अग्रदेशे अस्ति इति कृत्वा वयं पश्यामः खलु. तथैव तत्र तन्तुः इति अवच्छेदकः अस्ति, तर्हि तन्तौ यः रूपम् अस्ति तदेव वयं पटे अपि पश्यामः इति. अस्तु, अग्रे अपि पठतु महोदय. प्राचीनः किम् उत्तरं ददति? चक्षुरिन्द्रियप्रत्यक्षं प्रति रूपं कारणं. रूपं नास्ति चेत् तस्य द्रव्यस्य चाक्षुषप्रत्यक्षं न भवति. अत्र कार्यकारणभावः प्रयुक्तः इति. यदि पटे रूपं नास्ति, तन्तुषु एव रूपं वर्तते इति यदि वदन्ति, तर्हि पटे समवायसम्बन्धेन रूपं नास्ति इति उक्तौ पटस्य प्रत्यक्षमेव न स्यात्. अतः चित्ररूपम् अङ्गीकर्तव्यम्. अनेन तन्तुषु रूपं भवति, तदा भिन्नभिन्नतन्तूनां संयोगात् पटे चित्ररूपम् उत्पन्नं. भिन्नभिन्नवर्णयुक्ततन्तूनां संयोगात् पटे चित्ररूपम् उत्पन्नं. तथा च पटे रूपमस्ति समवायसम्बन्धेन, अनेन पटस्य प्रत्यक्षं भवति. इदानीं प्राचीनानां मतानुसारं चक्षुरिन्द्रियप्रत्यक्षं प्रति रूपं कारणमिति. तत्र रूपं नास्ति चेत् द्रव्यस्य प्रत्यक्षमपि न भवति. अतः तत्र कार्यमपि अस्ति, कारणमपि अस्ति इति. यदा रूपं नास्ति चेत् तत्र क्षम्यता. इति यदि पटे रूपं नास्ति, तन्तुषु एव रूपं वर्तते इति यदि वदन्ति, तर्हि पटे समवायसम्बन्धेन रूपं नास्ति इति उक्तौ पटस्य प्रत्यक्षमेव न स्यात्. इत्युक्ते तत्र रूपं नास्ति इति वदामः चेत् तत्र पटस्य प्रत्यक्षमपि न भवति. अतः चित्ररूपम् अङ्गीकर्तव्यम्. अतः वयं चित्ररूपं स्वीकुर्मः. अतः तन्तुषु रूपं भवति, तत्र चित्ररूपं भवति. तत्र भिन्न भिन्नवर्णानां संयोगात् तत्र पटे चित्ररूपं भवति इति. अतः पटे रूपम् अस्ति समवायसम्बन्धेन, तादृशं स्वीकुर्मः चेत् पटस्य प्रत्यक्षमपि भवति. इत्युक्ते रूपं नास्ति चेत् अत्र प्राचीनानां नद्यानां यत् मतमस्ति तस्य उत्तरं ते किं वदन्ति इत्युक्ते, तत्र रूपमिति गुणः नास्ति चेत् तत्र द्रव्यस्य अथवा पदार्थस्य प्रत्यक्षमेव न भवति खलु. तत्र कारणकार्यभावः अस्ति इति कृत्वा तत्र रूपं नास्ति चेत् प्रत्यक्षं न भवति. तर्हि रूपमिति गुणः तत्र पदार्थे इदानीं तत्र पटे केवलं तन्तुसूति न पटे अपि भवेत् इति तेषां समाधानं. तर्हि इदानीं नव्यानां किं वदन्ति इति पश्यामः. यतोहि नव्यानां मतं किम् आसीत् तत्र पटस्य रूपमिति नास्ति, तन्तुषु एव तन्तूनामेव अथवा रूपं. तर्हि तन्तूनां यद्रूपम् अस्ति तदेव पटे अपि भासते, पटस्य रूपमिति किमपि नास्ति इति तेषाम् आक्षेपः आसीत् खलु. तर्हि एतदाधारेण पश्यामः चेत् तत्र पटस्य प्रत्यक्षम् एव न स्यात्, परन्तु अस्माकम् आनुभविकज्ञानं तथा नास्ति खलु. पटस्य प्रत्यक्षं भवति एव, केवलं तन्तोः प्रत्यक्षम् इति न, परन्तु पटस्य प्रत्यक्षमपि भवति. इत्युक्ते तत्र पटः अस्ति चेत् तत्र तन्तूनां समुदायः इति वयं न वदामः खलु, तर्हि तत्र पटः इति एव वदामः. तर्हि कथं तस्य समाधानं दीयते इति स्वीकृत्य चित्ररूपम् अनङ्गीकृत्य खलु. यतोहि चित्ररूपम् इति अङ्गीकुर्मः चेत् तत्र समस्या नास्ति. यतोहि चित्ररूपम् इति स्वीकुर्मः चेत् पटस्य चित्ररूपम् इति कृत्वा पटे चित्ररूपम् अस्ति तर्हि पटस्य प्रत्यक्षं भवति इति. एतदेव तत्र प्राचीनानां मतम् आसीत्. नव्यानां तु तत्र सतानां वदन्ति खलु, नव्यानां मतं किं, तत्र पटस्य रूपमिति न तन्तूनामेव रूपमस्ति इति. तर्हि इदानीम् अग्रे अपि पठतु महोदय. किन्तु नव्यानाम् अनेन न कोऽपि दोषः, चाक्षुषं प्रति रूपं कारणं. नव्यानां मते श्वेतरूपमपि अस्ति, नीलरूपमपि अस्ति, बहूनि रूपाणि सन्ति पटे. तत् रूपम् उत्पद्यते पटे इति स्वीक्रियते चेदपि पटे रूपं सिद्ध्यति. यथा कपिसंयोगः वृक्षस्य अग्रभागे सत्यपि सम्पूर्णवृक्षे अपि वर्तते, तथैव रक्तवर्णयुक्त तन्तुभिः पटे रक्तरूपं जायते. एवमेव श्वेतरूपयुक्त अवयवैः पटे श्वेतरूपं जायते. अत्र समवायसम्बन्धेन न केवलं रूपमस्ति अपि तु रूपाणि सन्ति. अत्र मुख्यमस्ति यत् प्राचीनाः रूपस्य व्याप्यवृत्तित्वं मनसि कृत्वा चित्ररूपम् अङ्गीकृतवन्तः. नव्यैः तु यथा संयोगस्य अव्याप्यवृत्तित्वं भवति यथा रूपस्य अपि अव्याप्यवृत्तित्वं भवतु न कापि हानिः इति चित्ररूपम् अनङ्गीकृत्य भिन्नभिन्नरूपाणि भवन्ति इति अङ्गीकृतवन्तः. अनेन नूतनचित्ररूपं न अपेक्षितमिति पर्यवसितम्. इदानीं नव्यानां मते अपि अनेन कोऽपि दोषः नास्ति. तत्र प्रत्यक्षस्य कारणं रूपं अस्ति, यदा चक्षुषा वयं पश्यामः तत्र, परन्तु नव्यानां मध्ये भिन्नभिन्न रूपाणि सन्ति पटे, प्रत्येकं प्रत्येकं रूपम् इति ते वदन्ति. तत्र पटे रूपम् उत्पद्यते इति वदामः, परन्तु तत्र कपिसंयोगः वृक्षस्य अग्रभागे सम्पूर्णवृक्षे अपि वर्तते, तादृशं तत् तेषां मतमस्ति रक्तवर्णयुक्त तन्तुभिः पटस्य रक्तरूपं जायते. अनन्तरम् अन्य श्वेतरूपं युक्त अवयवैः पटस्य श्वेतरूपं भवति इति. तत्र समवायसम्बन्धेन न केवलं रूपं परन्तु तत्र रूपाणि सन्ति इति. तत्र प्राचीनः रूपस्य व्याप्यवृत्तित्वं चित्ररूपम् अङ्गीकृत्य वदन्ति, परन्तु नव्यानां तत्र अव्याप्यवृत्तित्वं स्वीकृत्य ते इदानीं तदेव वदन्ति तत्र पटस्य विषये तन्तुषु वर्णाः सन्ति इति. सत्यम् इत्युक्ते अत्र तत्र भ्रमः मास्तु, तत्र तन्तुषु यद्रूपम् अस्ति तत्सर्वं पटे अपि अस्ति इति नव्यानां मतं. पटे भासते इति एव केवलं न, परन्तु पटे अपि अस्ति इति. तर्हि यथा तत्र कपिसंयोगः अग्रदेशे अस्ति चेदपि कपिसंयोगः वृक्षे अस्ति अग्रदेश अवच्छेदकेन इति वयं वदामः खलु, तथैव रूपमपि तथा. रूपमपि तत्र वृक्ष क्षम्यतां, रूपमपि पटे सर्वत्र अस्ति, क्षम्यतां सर्वत्र इति न, पटे अस्ति परन्तु तन्तु इति अवच्छेदकेन. तर्हि रक्तवर्णतन्तुः अस्ति चेत् पटे यद् विद्यमानं रक्तवर्णं तत्तत् तन्तु अवच्छेदेन भवति इति कृत्वा तत्र यानि रूपाणि अवयवेषु वर्तन्ते तानि सर्वाणि रूपाणि अवयविनि अपि वर्तते, अवयविनि अपि वर्तन्ते. अवगच्छन्ति वा? तर्हि अत्र किं भवति, तत्र तर्हि किम् इदानीम् आगतम् इत्युक्ते तत्र अस्माकं निष्कर्षः कः इत्युक्ते, तत्र प्राचीनानां मतमनुसारं तत्र रूपमिति व्याप्यवृत्तिगुणः इति कृत्वा तत्र तन्तुषु यत्किमपि तत्र भिन्नभिन्नरूपाणि वर्तन्ते चेत् तत्सर्वं मिलित्वा चित्ररूपम् इति एकमेव रूपम् अङ्गीकृतं. परन्तु नव्यानां वदन्ति तत्र रूपमिति व्याप्यवृत्तिगुणः न अव्याप्यवृत्तिगुणः इति कृत्वा तत्र सर्वत्र भवतु इति न, यत्र कुत्रापि भवति चेदपि पर्यवसितमेव तत्र अवच्छेदकम् इति उक्त्वा तथा वक्तुं शक्नुमः इति कृत्वा तत्र चित्ररूपम् इति नूतनरूपस्य आवश्यकता नास्ति, परन्तु पटे भिन्नभिन्नरूपाणि वर्तन्ते इति ते वदन्ति. इति अवगतं वा? अस्तु, इदानीं पञ्चनिमिषाः अवशिष्टाः, तर्हि किञ्चित् पुस्तकात् पठेम. यदिदानीं वयं पठितवन्तः तदेव पुनः एकवारं पुस्तकात् पठाम. तर्हि पृष्ठसङ्ख्या अस्ति 79. तर्हि 79तमे पुटे आरम्भतः रामप्रिया भगिनी भवती पठति वा किञ्चित्? व्याप्यवृत्तित्वं तदारभ्य किल, तत्पूर्वं तत्र प्रकृतम् अनुसरामः. प्रकृतम् अनुसरामः चक्षुर्मात्रो ग्राह्यो गुणः रूपम् इति दलद्रयं रूपलक्षणं पर्यवसितम्। मूले तद्विभागमाह तत् सप्तविधम् इति शुक्ले शुक्लेत्यादि प्रसिद्धानि। चित्ररूपम् इति अतिरिक्तम्। यस्य अवयवानां परस्परं विभिन्नं रूपं भवति सः अवयवी चित्रः इति उच्यते। यदा सन्ति कस्मिंश्चित् पटे पीततन्तूनां पञ्चशतानि श्वेततन्तूनां पञ्च, तैः अवयवैः जायमाने तस्मिन् पटे न पीतं रूपं नापि रक्तं रूपं किन्तु चित्रमिति अतिरिक्तं सप्तमं किमपि रूपम् उत्पद्यते इति वैशेषिकाणां। प्रथमं तु चक्षुर्मात्रग्राह्यो गुणः रूपम्। अत्र दलद्रयम् अस्ति, तत्तु रूपस्य लक्षणवाक्यम् अस्ति। मूले तद्विभागमाह तत् इत्युक्ते तत्र रूपं सप्तविधम् अस्ति। शुक्ल शुक्ल इत्यादि प्रसिद्धानि अस्ति। शुक्ल इत्युक्ते रूपस्य विभागः इत्युक्ते शुक्लः इति एकः एकं रूपं तत्र आरम्भे वयं पठितवन्तः खलु। शुक्ल पी शुक्लनीलपीतरक्तहरितकपिश चित्रम् इति तत्र सप्तविधम् इति दृष्टवन्तः। अत्र चित्रं विहाय अन्यत् सर्वं प्रसिद्धम्। इदानीं तर्हि तत्र चित्रविषये अस्ति। यस्य अवयवानां परस्परं विभिन्नं रूपं भवति सः अवयवी चित्रः इति उच्यते। यदा मिश्रितं रूपं भवति अवयवानां भवति तद्वेव चित्रः इति सः अवयवी एव चित्रः इति वयं वदामः। यदा सन्ति कस्मिंश्चित् पटे पीततन्तूनां पञ्चशतानि तदेव पीत कस्मिंश्चित् पटे यदा पीत अस्ति श्वेतः अस्ति मिश्रितरूपम् अस्ति तदेव चित्ररूपः। तैः अवयवैः जायमाने तस्मिन् पटे न पीतरूपं नापि रक्तरूपं किन्तु चित्रमिति अतिरिक्तं सप्तमं किमपि रूपम् उत्पद्यते इति वैशेषिकाणाम् आशयः। तद् नास्ति चेदपि चित्रमिति वयं वक्तुं शक्नुमः इति अर्थः वा? हा इत्युक्ते तत्र पीतरूपं तत्र पीततन्तु अस्ति अपि च शुक्लतन्तु अस्ति इति चेत् तत्र न वा पीतरूपम् अथवा न वा रक्तमिति किमपि अन्यरूपं, परन्तु चित्रम् इति नूतनरूपं स्वीकृतवन्तः। चित्रम् इति तत्र मिश्रितं रूपम् अस्ति तत्र सप्त तत्र सप्तेषु अतिरिक्तः अतिरिक्तं रूपं यदस्ति चित्रम् इति तदेव स्वीकृत्य अत्र चित्ररूपम् इति उक्तवन्तः उक्तवन्तः। अग्रे सुक्तिललन्तिका व्याप्यवृत्तित्वम् अव्याप्यवृत्तित्वम् इति पदार्थनिरूपणं। नव्यनैयायिकाः न इदं सहन्ते, तेषाम् अयम् आशयः। वृक्षे संयोगसम्बन्धेन कपिः अस्ति चेत् सः तस्मिन् वृक्षे अग्रे मूले कस्यञ्चित् शाखायां वा भवति, न तु सर्वेषु अवयवेषु कपिः भवति। वृक्षगतरूपं तु सर्वेषु अवयवेषु वर्तते इति तत् व्याप्यवृत्ति इति उच्यते। कपिः तत्संयोगो वा न सर्वावयवेषु वर्तते इति कपिः कपिसंयोगो वा अव्याप्यवृत्तिः इति उच्यते। अव्याप्यवृत्तित्वम् इत्यस्य स्वभावस्य अधिकरणे स्वस्य विद्यमानत्वम् इति स्वस्य विद्यमानत्वम् इति अर्थः। अत्र स्वभावस्य भगिनि न तु स्वभावस्य। हा क्षम्यतां, स्वभावस्य स्वभावस्य परन् चित्ररूपम् इति विषये न नव्यनैयायिकाः न अङ्गीकुर्वन्ति. चित्ररूपम् इति एकः अस्ति इति एकं विषयमस्ति इति न अङ्गीकुर्वन्ति. किमर्थम् इति अस्ति अत्र वृक्षे तु संयोगसम्बन्धेन कपिः मूले वा अग्रे वा कस्मिंश्चित् भागे शाखायां वा भवति कपिः, न तु तत्तु सर्वेषु वृक्षेषु कपिः न भवति. अतः वृक्षगतरूपं तु सर्वेषु वृक्षस्य वृक्षगतरूपम् इत्युक्ते वृक्षस्य रूपं सर्वेषु अवयवेषु वर्तते इत्युक्ते व्याप्यः अस्ति इति. कपिसंयोगः तु वृक्षस्य सर्वस्य भागेषु न वर्तते, अतः तत्तु कपि अव्याप्यवृत्तिः इति तस्मिन् विषये उच्यते. अव्याप्यवृत्तित्वम् इत्यस्य स्वभावस्य अधिकरणे स्वस्य विद्यमानत्वम् इति अर्थः. स्वस्य विद्यमानत्वम् इति अर्थः अव्याप्यवृत्तित्वम् इत्युक्ते न न स्वभावस्य अधिकरणे स्वस्य विद्यमानत्वम् इत्युक्ते अत्र पश्यतु कपिसंयोगः इति एतत् सर्वम् इदानीं वयं करपत्रे पठितवन्तः तदेव अत्र किञ्चित् सूक्ष्मरीत्या अस्ति, किञ्चित् स्थूलरीत्या वयम् एतत् सर्वं चर्चयितवन्तः वस्तुतया. अत्र कपिसंयोगः इति यः गुणः अस्ति तद् अव्याप्यवृत्तिः इति, इत्युक्ते सर्वेषु अवयवेषु कपिसंयोगः इति नास्ति, एकस्मिन् भागे एव अस्ति. परन्तु तत्र रूपम् इति गुणः तत्र सर्वेषु अवयवे क्षम्यतां वृक्षे सर्वेषु अवयवेषु वर्तते इति व्याप्यवृत्तिः इति उच्यते. इति केन उच्यते व्याप्यवृत्तिः इति? प्राचीनैः उच्यते तत्र रूपमिति व्याप्यवृत्तिगुणः इति प्राचीनैः उच्यते. तर्हि तत्र इदानीं तत्र अव्याप्यवृत्तिः इति तत्र नूतन व्याप्यवृत्तिः अव्याप्यवृत्तिः इति तत्र नूतनविषयः अत्र आगतः खलु. तर्हि तत्र अव्याप्यवृत्तिः इत्युक्ते किम् इत्युक्ते स्वभावस्य अधिकरणे स्वस्य विद्यमानत्वम् इत्युक्ते यस्मिन् अधिकरणे स्वस्य अभावः अस्ति तस्मिन्नेव अधिकरणे तत्र विद्यमानत्वमपि अस्ति. इत्युक्ते संयोगः इति स्वम् इति संयोगः इति स्वीकुर्मः चेत् तत्र संयोगस्य अभावः वृक्षे अस्ति, यतोहि मूलदेशे कपि संयोगः नास्ति. परन्तु तस्मिन्नेव अधिकरणे इत्युक्ते तस्मिन्नेव वृक्षे अग्रदेशे कपि संयोगः अस्ति, इत्युक्ते यस्मिन् अधिकरणे स्वस्य अभावः अस्ति तस्मिन्नेव अधिकरणे स्वस्य विद्यमानत्वमपि अस्ति इति अव्याप्यवृत्तिः. इत्युक्ते एकस्मिन् भागे वृत्तित्वम् अन्यस्मिन् भागे अभावः अवृत्तित्वम् अवृत्तित्वम् इत्येव तत्र अव्याप्यवृत्तिः इत्युक्ते किम् इति. एतावत्पर्यन्तं किञ्चित् अवगमनं सम्यक् अस्ति वा? पुनः एतत् भागमेकवारं प्रायः अग्रिमकक्षायां पुनः पठित्वा अग्रे सरेम. अस्तु, धन्यवादः. तर्हि शुभरात्रिः. धन्यवादः. धन्यवादः. नमस्ते.